नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. एतावता वयम् अङ्गम् इत्युक्ते किम् इति दृष्टवन्तः, तस्य निष्पादनं कथम् इति अपि दृष्टवन्तः. भू इति यदा उदाहरणरूपेण धातुः स्वीकुर्मः चेत् तत्र भूयोगः तिप् इति अस्माकं तिङन्तपदं, क्षम्यतां, तिङन्तप्रत्ययः. अतः सार्वधातुककर्तरार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इति सूत्रेण शप् विधीयते. भूयोगः शप् योगः ति इति स्थितिः. शप् षित् अस्ति, अतः तत्र गुणः भवति, भू भो भवति. अनन्तरं भो योगः अ एचोयवायावः इति सूत्रेण तत्र सन्धि भूत्वा भव इति इदानीम् अस्माकम् अङ्गम् इति वयं दृष्टवन्तः. अदन्तम् अङ्गं भव पठ इति अदन्तम् अङ्गम् इति अङ्गनिष्पादनविषये प्रथमं दृष्टवन्तः. अनन्तरं वयं सिद्धमूलप्रत्ययात् मूलतिङ्प्रत्ययात् सिद्धतिङ्प्रत्ययः कथम् आगच्छति, तस्य सूत्रसहितदृष्टिः अपि वयं दृष्टवन्तः. इदानीम् अस्माकं तृतीयं कार्यमस्ति अङ्गस्य सिद्धतिङ्प्रत्ययोः मेलनं. अस्मिन् पाठे तदेव वयं पश्यामः. अत्र परिगणितसूत्राणि एव सन्ति, अतः वयं प्रायः सूत्रस्य परिचयः अपि पूर्वमेव अस्ति इति कृत्वा एतत् पाठः सरलम् एव अस्ति. अस्तु, पठामः. रघुपति, नमस्ते भगिनि. आं भगिनि, नमस्ते. रघुपतिमहोदय, भवान् पठति वा? आम्. अङ्गस्य सिद्धतिङ्प्रत्ययनं च संयोजनं, तदेव खलु? आम् आम्. अस्तु. एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ् इत्येषाम् अङ्गम् अदन्तं यत्र तत्र अङ्गं निष्पन्नम् अपि च सिद्धतिङ्प्रत्ययाः प्राप्ताः. अधुना तयोः संयोजनं क्रियते, फलं तिङन्तं तिङन्तपदं, लोके विख्यातं क्रियापदम्. वयं पूर्वं दृष्टवन्तः कथं लट् लक लट् लोट् लङ् विधिलिङ् इत्येतेषाम् अदन्ताङ्गस्य कथं सिद्धतिङ्प्रत्ययाः निष्पन्नं भवति इति, आत्मनेपदे अपि च परस्मैपदे धातूनां अदन्ताङ्गानां धातूनां सिद्धतिङ्प्रत्ययाः वयं दृष्टवन्तः. इदानीम् अग्रे तस्य संयोजनं, तत्र किमपि विकारः भवति वा इति, कार्यम् अस्ति वा इति अग्रे द्रष्टव्यं. संयोजनम् अत्र अस्ति दीक्षितपुष्पामहोदयाः पद्धतेः वैलक्षण्यम्. अङ्गम् अदन्तं चेत् एकवारं लटि लोटि लङ्गि विधिलिङ्गि च अङ्गस्य सिद्धतिङ्प्रत्ययानां च संयोजनं परिशील्य अग्रे भ्वादिगणे दिवादिगणे सुदादिगणे चुरादिगणे येषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते, भव नृत्य लिख चोर्य चोरय एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्नधातुगणेषु सन्ति परन्तु कार्यं पूर्णतया समानम्. अतः अस्य पाठस्य अनन्तरं यदा भवादिगणस्य दिवादिगणस्य सुदादिगणस्य चुरादिगणस्य च क्रमेण वैशिष्ट्यम् अवलोकयिष्यामः तदा केवलम् अदन्तम् अङ्गं निर्मातव्यम् अस्माभिः. ततः चतुर्णां धातुगणानां सर्वेषां धातूनां इत्युक्ते त्र्यधिक सप्तशताधिक एकसहस्र आहत्य लटि लोटि लङ्गि विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. भवति भवतु अभवत् भवेत् इति यथा तथैव नृत्यति नृत्यतु अनृत्यत् नृत्येत, लिखति लिखतु अलिखत् लिखेत्, चोरयति चोरयतु अचोरयत् चोरयेत्. अतः अग्रिमेषु पाठेषु केवलं लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं भवति पश्यते, ततः अग्रे सर्वं बुद्धम् एव। अस्तु, अत्र दीक्षित पुष्पदीक्षितमहोदयस्य पद्धतिः वैलक्षणमस्ति, विशेषणमस्ति, विशेषमस्ति। वयं प्रथमं एक अदन्ताङ्गानाम् एव संयोजनं परिशीलयामः कथं भवति इति। अदन्ताङ्गाः के कुत्र भवति इति चेत् सर्वदात्मक लकारः सन्ति, लटि लट् लोट् लिङ्ग् विधिलिङ्ग्। तत्र भुवादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे, एते एतेषु चतुर्षु गणेषु एव अदन्ताङ्ग अङ्गः भवति। वयं दृष्टवन्तः यतः तत्र विकरणतत्यः भुवादिगणे शप् अस्ति, तुदा दिवादिगणे शन् अस्ति खलु, शन् अस्ति, तत्रापि अकार एव। तुदादिगणे श इति अहं चिन्तयामि, श इति, तत्रापि अकार एव अवशिष्यते अङ्ग विकरणप्रत्ययः, अतः अङ्गम् अदन्तं भवति। चुरादिगणे अपि तत्रापि शप् भवति, णित् णिच् शप् भवति, तत्रापि अकार एव आदन्त अङ्गः, अतः अदन्तः एतेषु सर्वेषु एकनिमिषं, भवान् नित्यलिखा चोरयतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन, यद्यपि भिन्न यद्यपि ते भिन्नधातुगणेषु सन्ति परन्तु अदन्तम् अङ्गम् एतेषां सर्वेषां धातूनाम् अङ्गम् अदन्त एव, अतः कार्यं समानं भवति। अतः वयम् अग्रे अदन्ताङ्गानां योजनं कथं भवति इति पश्यामः, भवति भवत् वा भवत् भवेत् तथैव नृत्यति, नृत्यत् वा नृत्यत्, लिखतु लिखत् लिखे, चोरयति चोरयत चोरयत् चोरयेत्। अतः अग्रिमेषु पाठेषु केवलं लट्लकारस्य प्रथमपुरुष एकवचनान्तरूपं भवति प्रदर्श्यते इति। अस्तु, लट्लकारस्य प्रथमपुरुष एकवचनान्तरूपम् अग्रे वयं द्रक्ष्यामः, तत्र सर्वं बुद्धं भवति इति कथमस्ति, कथम् इति योजनम्। अत्र यदा सङ्ख्या दत्तमस्ति किल, तत्र सङ्ख्या दत्ता अस्ति, तद् 997 इति, तदेव भुवादिगणीयदातवः, भुवादिगणीयदातवः एव अधिकम् अस्ति, अतः तत्र एव वयम् अवगन्तुं शक्नुमः कार्याणि कथम् आगच्छति इति। विशेषदातवः अपि सन्ति तत्र, परन्तु तत्र एव मेक्सिमम् दातवः इति वदामः, अधिक अधिकदातवः भुवादिगणे एव अस्ति। अत्र भगिनि, अत्र योजनं सर्वत्र एकवचने द्विवचने समानं कार्यं न सर्वत्र? आम् आम्, समानकार्यम् एव, अतः एक एव वयं पश्यामः चेत् तद् सव्यं सर्वं सर्वम् अवगन्तुं शक्नुमः वयम्। आम् आम्, अवश्यम् आम्। तत्र यदा वयं भुवादिगणे अनन्तरं दिवादि तुदादि चुरादिगणे पश्यामः चेत् सामान्यदातवः विषये तु समानकार्यं भवति, यत्र यत्र विशेष विशेषदातवः सन्ति तत्र किञ्चित् कार्यं भिन्नं भवति तावदेव, परन्तु चतुर्षु गणेषु कार्याणि तु सामान्यतया समानमेव, किमपि तत्र भिन्नता न आगच्छति। यदा वयम् अनदन्तम् अङ्गं विषये गच्छामः एतत् समाप्य, तत्र कार्याणि अदादिगणे भिन्नं भवति, जुहोत्यादिगणे भिन्नं भवति, कुत्रचित् द्वित्वं, कुत्रचित् लोपकार्यम्, अत्र तु भिन्न भवति भिन्नकार्याणि। इकार अस्ति चेत् सर्वत्र इकार न भवतु, गणीय गण अनुसृत्य भिन्नं भवति, इकार यत्र अस्ति इदानीम् इकारदन् इकारान्तदातवः इति आमाम् इकार तत्र आम् तत्र अनदन्त अङ्ग आम् अनदन्तमस्ति चेत् कार्य तत्र कार्याणि तु भिन्नानि एव भवति अत्र तु सरलमेव अत्र विशेषदातवः विषये एव किञ्चित् अवधानम् आवश्यकम् अन्यदातवः तु कार्याणि समानमेव भवति तत्र किमपि क्लेशः न भवति अस्तु केचन परिचितसूत्राणि अपि परिचितानि सूत्राणि अपि सन्ति केचन नूतनसूत्राणि अपि सन्ति अस्तु विद्या भगिनी सूत्राणि पठति वा आं भगिनि अतो गुणः सूत्राणि अङ्गस्य सिद्ध किं प्रत्ययाणां च मेलनार्थम् अपेक्षितानि सूत्राणि इमानि अतो गुणे तत्र वर्णनिमित्तिकं कार्यम् अनन्तरम् अदेव गुणः तत्र गुणसन्धिः इति कृत्वा कार्यं करोति अनन्तरम् अतो अदेङ्गुणः इति कस्मिन् अध्याये अस्ति प्रथमाध्याये प्रथमपादे कीदृश सूत्रं सम्यक् कीदृशसूत्रम् अतः प्रथमाध्याये अस्ति चेत् सपादि भवती यद् गुणविधायकसूत्रम् उक्तवती तत्तु आद्गुणः अदेङ्गुणः इति कीदृशसूत्रम् पठतु भगिनि अनन्तरम् अतो दीर्घो यङि एतत् लट् लोट् लङ् सिद्धः तत्र अनन्तरम् अङ्गं सिद्धिः इति अडागमः तत्र आगच्छति अनन्तरं वृद्धिरेचि इत्युक्ते तत्र अकः सवर्णदीर्घः अपि तत्र कार्यं करोति परन्तु अपवादः अस्ति वृद्धिरेचि इत्युक्ते वृद्धिः भवति वर्णमेलनेन समये अनन्तरं लुङ् लङ् लृङ्क्ष्व आड् अड् उत्तमः उदात्तः अडागमः सर्वत्र विद्यते यत्र अङ्गम् अलादिः अस्ति इति आड् आगमः आगच्छति अनन्तरं ससजुषो रुः इति तत्र रु इति उपदेशे आज अनुनासिके इति सूत्रेण उकारः अपगच्छति अनन्तरं कर अवसानयोः इति तत्र तत्र अपि कार्यं करोति अनन्तरं कर अवसानयोर्विसर्जनीयस्य इति सूत्रेण तत्र करि इति करि इति सर्वर्णः कार्यं करोति अनन्तरम् आदिगुणः इत्युक्ते तत्र गुणसन्धिः भूत्वा कार्यं करोति आडजातीनाम् इत्युक्ते तत्र आ इति दीर्घ अनन्तरं तत्र अडागमः सिद्धः भवति इति अहं मन्ये अनन्तरम् आट् आटश्च इत्युक्ते तत्र आट् इति सूत्रमस्ति तत्र आद्यन्तो टकितो कार्यं करोति भगिनि तद् वयं परिशीलयामः भगिनि इदानीं सूत्रमेव पर्याप्तं सूत्रस्य अर्थः अग्रे आगच्छति तस्मिन् समये वयं पश्यामः अवश्यम् अग्रे पठतु भगिनि अङ्गस्य किं प्रत्ययस्य च संयोजना कार्यं कार्यार्थम् अधः यत्र कस्यचित् सूत्रस्य आवश्यकता अस्ति तत्र दक्षिणतः सूत्रं दत्तं किमपि सूत्रं न लिखितं चेत् केवलं द्वयोः अंशयोः सम्मेलनं भवति यथा पट योगः अपि पठति, अत्र केवलम् असन् अंशयोः संयोजनं, कस्यापि सूत्रस्य आवश्यकता नास्ति तत्र. केवलं पटयोगः अपि तत्र केवलं मेलनमेव, अङ्गम् अनन्तरं सिद्धतिं प्रत्ययः द्वयोः मेलन एव तत्र. अनन्तरं पठामि वा भगिनि? इति ये इति तत्र बिन्दुः अस्ति, तत्र परस्मैपदि अङ्ग तिङ् प्रत्यय संयोजनं, तत्र परस्मैपदि धातुः इत्युक्ते फट् अनन्तरम् अङ्गं मिलित्वा फट् इति धातुः अङ्गं तत्र पट इति आगच्छति. कथम् आगच्छति इति वदति वा? पत् धातु इति पत् अनन्तरं शप् इति विकरणप्रत्ययम् आगच्छति खलु भगिनि तत्र. अनन्तरं टकारस्य लोपः भवति, अलन्त्यं तस्य लोपः इति सूत्रेण अनुबन्धलोपानन्तरं तत्र पटयुगः आ इति आगच्छति, अतः तत्र पट इति रूपं निष्पन्नं तत्र. साधु वा भगिनि? साधु, परन्तु तकारः कुत्र लोपः भवति? तकारः कुत्र अस्ति? तकारः पट् इति आगच्छति खलु, अनन्तरं पट एव आगच्छति. लोपः शकारलोपः इति वक्तुमिच्छति वा? न न, पुनः एकवारं परिशीलयतु. तत्र सर्वदा धातु अनन्तरं विकरणप्रत्ययं भविष्यति खलु भगिनि? तत्र शप् इति परस्मै धातु तत्र विकरणप्रत्ययम् आ एव तिष्ठति खलु भगिनि? अतः किमपि टकारस्य किमपि न भवति किल? अवगतं किल? योगः वदतु वदतु भवती एव वदतु भगिनि. न न, पट्योगः शब्योगः ति इति अस्ति, तत्र किमर्थं तकारस्य लोपः कृतवती इति अहं चिन्तयन्ती अस्मि. तकारस्य लोपः भवति चेत् प एव अवशिष्यते किल, प योगः अ प इत्येव आगच्छति किल, तादृशम् अस्माकम् अङ्गं नास्ति, पठ इति एव अङ्गं किल. धातोः अनुबन्धलोपं तत्र कार्यं करोति, अनन्तरं विकरणप्रत्ययम् आ इति अवशिष्यते, अतः पटयोगः सि इति कार्यं करोति. सम्यक्, पटयोगः ति इति इदानीं स्थितिः. सम्यक् अस्तु, तत् सम्यक् उत्तमम्. आं धन्यवादः भगिनि. श्रीवल्ली भगिनी पठति वा लट्लकारः? आं भगिनि, लट्लकारः लटि सिद्धतिं प्रत्ययः, सीतः अन्ति सीतः थ नी वह मह, कार्यं पटयोगः अति पठति. अत्र केवलं मेलनं सम्मेलनं भवति, सूत्रप्रसक्तिः नास्ति. पटयोगः सः पठतः सम्मेलनमस्ति, पटयोगः अन्ति पठन्ति. अत्र अतोग्ने इति सूत्रस्य प्रसक्तिः अस्ति. ये अकः सवर्ण सव अकः सवर्णे दीर्घः इति प्रसक्तिः अस्ति. ये अपवादसूत्रः अतोगुणे अपदान्त अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् आदेशः भवति. अस्य पटयोगः अन्ति पठन्ति. सूत्रमपि पठतु भगिनि एकवारं पूर्णतया. अतोगुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात्। गुणः इति युक्तौ आ ए ओ अ ओ। इदं सूत्रं वृद्धिरेचि अकः सवर्णे दीर्घः इति अनयोः अपवादसूत्रम्। अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम्। अस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् इत्यस्मात् पररूपम् इति अनयोः अनुवृत्तिः। एकः पूर्वपरयोः संहितायाम् इति अनयोः अधिकारः। अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इति पूर्णतया सूत्रम्। तत्र अनुवृत्तिसहितसूत्रमेकवारं परिशीलयतु भगिनि। अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अपदान्तात् अतः अत् पूर्व गुणे गुणे परे अनयोः पूर्वपरयोः एकः पररूपं संहितायां गुण आ ए औ इति आदेशः भवति। अपदान्तादतः इति विभक्तिः का? अपदान्तात् पञ्चमी। अतः अतः पञ्चमी विशेषणविशेष्य। कीदृश अतः इत्युक्ते अपदान्तात् अतः। उत्तमं। गुणे पूर्वपरयोः तत्र विभक्तिः? गुणे गुणे पूर्वपरयोः सप्तम्यान्तम्। पूर्वपरयोः इति सप्तमी द्विवचनं। द्विवचनं पूर्वपरयोः अतः एकः पररूपं संहिता अधिकारं संहितायां एकः पररूपम् आदेशः भवति। अतः अत्र अपदान्तात् अतः इति पञ्चमी इत्युक्ते कार्यं कुत्र भवति? परकार्यं। परकार्यं गुणः पूर्वपरयोः इति सप्तमी। पूर्वम् अतः यदा पूर्वं पूर्वकार्यं परे गुणवर्णः अस्ति चेत् अपदान्तात् अतः अपदान्तः भवतु, पदान्ते नास्ति। अतः अतः इति वर्णः कः भगिनि? अपदा सम्यक् तपरकरणम् अपदान्तात् तस्मात् परं यत् अत् अत् इति अस्ति चेत् गुणे परे पूर्वपरयोः स्थाने एकः वदतु भगिनि पररूपम् एकादश सम्यक् तदेव अत्र पठन्ति इति वदतु महोदय। तत्र इदानीम् अकार अकार एव अस्ति अत्र अकार इकार अस्ति चेत् अपदान्तात् तदापि इकार एव भवति इकार भवति खलु इदानीम् अपदान्तात् अतः इकारः गुण इदानीम् अकार इकार इति चिन्तयामः पटायोग इताम् अतत्र एकं पट पट अत्रापि अत गुणे भवति खलु आम् यत्र आ ए ओ एकार अस्ति चेत् एकार एव गुणवर्णः परे अस्ति चेत् वृद्धिः न भवति ऐ न भवति न न न न न वृद्धिरेचि इत्यस्य अपवादः एव किल एतत् सूत्रम्। अतो गुणे यत्र अपदान्तात् अकः अकारः अकारः इति एव वयं स्वीकुर्मः अकारः अनन्तरं गुणवर्णः परे गुणवर्णः इत्युक्ते आ एव अस्ति चेत् एतत् सूत्रं कार्यं करोति अत्र। तर्हि अत्र सर्वत्र अकाराकार एव तत्र एव अस् अससूत्रस्य प्रसक्तिः यत्र यदा संयोजनं कुर्मः तत्र एकार कुत्रापि नास्ति एकार एकारः न भवति एकारः ओकारः अकारः अत्र आम् आम् इकार नास्ति गुणः नास्ति आम् परन्तु कुत्रापि इति न वक्तुं शक्नुमः महोदय. अत्र अस्मिन् तिङ् प्रत्ययस्य विषये एकारः ओकारः नास्ति, अन्यप्रत्ययः भवितुम् अर्हति किल. कृदन्तः सन्ति, तदितः सन्ति, तत्र सुबन्तपदेषु प्रायः अन्यत्र तस्य अवकाशः तु अवश्यमस्ति एव. इदानीं वदन् अस्मि अत्र तिङ् तिङ् प्रत्यय कृते तस्य अकार एव अकाराकार एव भवति. आम् आम् तादृशपरिस्थितिः. आम् आम् अदन्त अङ्गमस्ति अतः अकारः पूर्वम् अस्ति एव. अनन्तरं यदा गुणवर्णः अकारः गच्छति चेत् अतो गुणे इत्यस्य प्रसक्तिः सवर्णदीर्घसन्धि न भवति. सवर्णदीर्घः अत्र न भवति, अस्मिन् सन्दर्भे न भवति. अग्रे एकः सन्दर्भः अस्ति अत्र भवति, तत्र वयं पश्यामः किमर्थं तत्र अतो गुणे कार्यं न करोति इति. अस्तु, अतः पटयोगः अन्ति पठन्ति अतो गुणे इति सूत्रस्य प्रसक्तिः. अग्रिमसूत्रमपि पठतु भगिनि. अदेङ्गुणः सूत्रम् अदेङ्गुणः ह्रस्व अकारः एकारः ओकारः येषां वर्णानां गुणसंज्ञा स्यात् अत् एङ् च गुणसंज्ञः स्यात् इति. अच्च एञ्च अदेङ् अदेङ् प्रथमान्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् अत् एङ् गुणः इति संज्ञासूत्रमस्ति. गुणः गुणसंज्ञा अस्ति. अकारः अदेङ् गुणः ह्रस्व अकारः एङ् एङ् इति एकारः ओकारः इति त्रीणि वर्णानि गुणसंज्ञा भवन्ति. अतो गुणे इति कीदृश क्षम्यताम् वदतु भगिनि. अतो गुणे अपवादसूत्रम् आम् न अतो गुणे इति कीदृशकार्यम् अस्ति, वर्णनिमित्तिककार्यं वा अङ्गकार्यं वा? पदान्तात् अतः वर्णकार्यक्रमं सूत्रसङ्ख्या पश्यतु सिक्स् वन् नैन्टि सेवन् किल वर्णकार्यं वर्णकार्यमेव. अपदान्तात् अतः गुणवर्णः परे अस्ति चेत् गुणवर्णः अतः तत्र गुणकार्यमेव क्षम्यतां वर्णनिमित्तिककार्यमेव. सम्यक्, धन्यवादः भगिनि. महोदय अग्रिम मध्यमपुरुष पठति वा? पटयोग सि पठसि अत्र किमपि नास्ति वर्णमेव पठसि पटयोगतः अत्रापि पटतः किमपि कार्यं नास्ति वर्णमेलनमेव पठथ अत्रापि पटयोग योगः थ पठथ अत्रापि किमपि कार्यं नास्ति वर्णमेलनमेव पटयोग मि इति अस्ति तत्र पठामि इति भवति अत्र कार्यमस्ति अथो दीर्घो यै प्रत्याहारस्थ यदि यै ययादि प्रत्यया योजामः चेत् तत्र दीर्घः भवति अतः अङ्गस्य दीर्घः भवति इति दत्तम् अतो दीर्घ इति पठय सूत्रपठामि वा? अस्तु अस्तु अतो दीर्घो यै एतत् सप्तमध्यायस्य तृतीयपादस्य एकाधिक एकशतं शततमसूत्रमस्ति. 101 अस्तु. अदन्तादङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे अदन्तादङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे अस्तु. यत्र प्रत्याहार यञ् प्रत्याहारः यवरल न्यमगणन जभै अस्तु एते एते वर्णाः सन्ति अतः षष्ट्यन्तम् अतः षष्ट्यन्तम् अतः दीर्घः प्रथमान्तं यै सप्तम्यन्तं षष्ट्यन्तम् अस्ति अतः इति अतः इति स्थाने भवति षष्ट्यन्तं सूचयति दीर्घः इति प्रथमान्तम् आदेशः यै इति यै इति सप्तम्यन्तं पदमस्ति अतः परनिमित्तं पूर्वकार्यं त्रिपदनिमित्तसूत्रं तरुस्तु शम्यमः सारदातके इत्यस्मात् सारदातके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अङ्गकार्यमस्ति एतत् येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति ह्रस्व तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति इति परिभाषासूत्रमस्ति तत्र कुत्र भवति इति अलोन्तस्य इति अन्यत् सूत्रमस्ति पारिभाषिकसूत्रमस्ति परिभाषासूत्रमस्ति तद् वदति यस्य अन्तिमवर्णस्य अलोन्तस्य इति अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधिः तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन यस्मिन् विधिः तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन ययि सर्वधातुके इत्युक्तौ ययादिसर्वधातुके इति अस्ति अस्तु इदानीं ययि इति अस्ति सप्तम्यन्तम् अस्ति यस्मिन् विधिः तदादौ अल्ग्रहणे इति वार्तिकम् इत्यनेन ययि इत्युक्ते यै प्रत्याहारस्य यत् आदौ यै प्रत्याहारस्य वर्णः अस्ति चेत् ययादिसर्वधातुके इति यै प्रत्याहारस्य वर्णः सूचयति नैवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः यै सर्वधातुके एकनिमिषं भगिनि यस्मिन् विधिः तदादौ अल्ग्रहणे इति किञ्चित् आम् तत्र येन विधिस्तदन्तस्य इति सूत्रस्य अपवादसूत्रमस्ति यस्मिन् विधिः तदादौ अल्ग्रहणे इति येन विधिस्तदन्तस्य अन्तग्रहणं भवति यस्मिन् विधि तदादौ अल्ग्रहणे इति आदिमग्रहणं भवति यत्र आदिमवर्णः अस्ति चेत् अत्र अस्माकं निमित्तमस्ति ययि सार्वधातुके इति अतः तत्र वयं तत्र अपि स्पष्टता नास्ति ययि सार्वधातुके इत्युक्ते कस्य ग्रहणम् इति तादृशम् अङ्गं तादृशसार्वधातुकप्रत्ययः यस्य आदौ यै प्रत्याहारात् कश्चन वर्णः अस्ति इति यस्मिन् विधि तदादौ अल्ग्रहणे सूत्रं वदति एतत् सूत्रस्य विवरणम् अग्रे आगच्छति यदा वयं भुवादिगणे पश्यामः तत्र आगच्छति पूर्णतया तस्मिन् विषये तत्र वयं पठामः परन्तु इदानीं स्मर्यतु येन विधिस्तदन्तस्य अन्तग्रहणं तत्र किमर्थम् अत्र येन विधिस्तदन्तस्य आगच्छति इत्युक्ते तत्र अदन्त अङ्गम् इति दत्तमस्ति अदन्तम् अङ्गम् इत्युक्ते किं तादृशम् अङ्गं यस्य अन्ते ह्रस्वकारः अस्ति न केवलम् अकारः परन्तु तादृशम् अङ्गं यस्य अन्ते ह्रस्वकारः अस्ति इति येन विधिस्तदन्तस्य तस्य सूत्रस्य आवश्यकता अत्र अनन्तरं तत्र निमित्तद्वयमस्ति किल अदन्ताङ्गमपि अस्ति ययादि सार्वधातुकप्रत्यये परे ययादि इति अस्ति आदिमवर्णः यै इति प्रत्याहारस्थवर्णः इति वयम् अवगच्छामः परन्तु कस्य ग्रहणं यकारः एव भवतु वा वकारः एव वा तादृशं नास्ति परन्तु यादृश ययि सार्वधातुकप्रत्यय अङ्गम् यत्र आदौ यै अस्तु यत्र आदौ यै प्रत्याहारस्थवर्णः अस्ति तादृशम् अङ्गं यकारः केवलं यकारः इति न इति यस्मिन् विधिः तदादौ अल्ग्रहणे वदति आदौ अल् इत्येव स्मरणीयं. ग्रहणं यस्य ग्रहणम् आदौ यस्मिन् विधिः यत्र विधिः तत्र आदौ यत् अल् वर्णः अस्ति तस्य ग्रहणं तदेव वदति. तद् पूर्णतया आगच्छति अग्रिमपाठः प्रायः भुवादिगणे एव आगच्छति इति चिन्तयामि. तत्र बहु किमपि अस्ति अस्मिन् सूत्रे, अहं किञ्चित् संक्षिप्तरूपेण एव उक्तवती. तत् तस्मिन् समये वयं पूर्णतया अवगच्छामः. अस्तु, अत्र अतः अङ्गस्य दीर्घः ययि सार्वधातुके पठयोगी अस्ति. अत्र मकार अस्ति यस्मिन् विधिः तदादौ मकार अस्ति, अतः ययि प्रत्ययः. मकारस्य परे मकारस्य पूर्वं पट अङ्गस्य अल् येन विधिः तद् दर्शयति. अकार अस्ति अतः अकारस्य अङ्गस्य अकारस्य दीर्घः भवति, पठा पठामि इति भवति. सम्यक्. अग्रे पटयोग वः, अत्रापि वकार अस्ति ययि प्रत्यारस्तवर्णः अस्ति परे, अदन्तमङ्गमस्ति अतः अकारस्य दीर्घः भवति पटावः इति अथो दीर्घयै इति सूत्रेण. इदानीं पटयोग मह इति बहुवचन उत्तमपुरुषे बहुवचन योजनं, तत्रापि यै सर्वदातुकप्रत्ययः अस्ति, प्रत्ययः अस्ति, प्रत्ययस्य योजनं भवति. मकार अस्ति मकार यमङ्गणनं तत्र अन्तर्भवति, अतः अत्रापि ततो दीर्घो यै इत्यस्य प्रसक्तिः. पठ इति अस्ति पठामः इति भवति, पठामः इति कारस्य दीर्घात् कृत्वा. अतः दीर्घम् इति कार्यं दीर्घमस्ति. ययि प्रत्याहारस्थवर्णः अदन्तमङ्गम् इति निमित्तद्वयमस्ति अस्मिन् सूत्रे. अङ्गकार्यं यदा भवान् उक्तवान्. सम्यक्. अस्तु, इदानीं सूत्रं विजया भगिनी, वृद्धिरेचि इति सूत्रमस्ति, अकः सवर्णे दीर्घः इति सूत्रद्वयमपि पठतु एकवारं भगिनि, पुनः स्मरणं भवति. अस्ति वा भगिनि? आं भगिनि. विजया आं भगिनि वदतु. वृद्धिरेचि षष्ठाध्याये प्रथमपादे अष्टाशीतिः इति सूत्रतमं तत्र कार्यं करोति. आवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसन्धिः एकः आदेशः स्यात्. वृद्धिः प्रथमान्तम्, एचि सप्तमन्तं, द्विपदमिदं सूत्रम्. आदुगुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायां इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् इचि पूर्वपरयोः, आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति. तत्र वृद्धिरेचि इति सूत्रं तत्र वृद्धिसन्धि कार्यं करोमि. एतदपि सम्यक्सूत्रं वृद्धिसूत्रम् सम्यक्सूत्रं न न संज्ञासूत्रम् इत्युक्ते यत्र तस्मिन् विषये एव वदति. वृद्धिरादैच् इति प्रथमसूत्रम् अस्ति किल, अष्टाध्याय्याः प्रथमसूत्रं वृद्धिरादैच्. वृद्धि इत्युक्ते किम्? आद् एच् वर्णाः वृद्धिसंज्ञकः इति यद् सूत्रं वदति, नामकरणं यत्र ददाति, तादृशसूत्रमेव संज्ञासूत्रम्. अस्तु, यत्र कार्यं वृद्धिसन्धि इति कार्यमस्ति किल. यदा वयं पदद्वयं स्वीकुर्मः तत्र वयं योजयामः, तत्र वृद्धि इति कार्यं भवति. यत्र कार्यं भवति तद् विधिसूत्रमस्ति. विधिः इति कार्यं, तत्र वृद्धिरादेश् इति ऐ औ इति आगच्छति खलु भगिनि, तत्र एव वृद्धिरादेचि एव संज्ञासूत्रं. तत्र कार्यं यत्र करोति तत्र इति सूत्रम् आगच्छति. कार्यं यत्र भवति तद् विधिसूत्रम् इति अस्ति. यत्र नामकरणं गुणसंज्ञकः भवतु इत्युक्ते वयं न जानीमः गुणः इत्युक्ते किम् इति. तत्र अदेङ्गुणः आगत्य वदति आकारः एकारः ओकारः इत्युक्ते गुणवर्णः इति. तत्र तादृशं डेफिनिशन् इति वदामः किल, यत्र डेफिनिशन् भवति तद् संज्ञासूत्रम्. यत्र कार्यं विधीयते, कार्यं विधीयते इति पुनः वयं तद् विधिसूत्रम्. अन्य क्लू अस्ति संज्ञासूत्रं सर्वाणि इति अहं न वदामि, अधिकतया संज्ञासूत्राणि प्रथम अध्याये भवति अधिकतया. मध्ये अपि आगच्छति, मध्ये अपि संज्ञासूत्राणि अस्ति एव, सूत्राणि सन्ति एव, परन्तु अधिकतया प्रथम अध्याये संज्ञासूत्राणि भवन्ति. डेफिनिशन्स् किल, अतः प्रथम अध्याये अधिकतया सन्ति. तत्र वर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकः आदेशः भवति. तत्र एच् इति ए ओ ऐ औ इति वर्णाः सन्ति. वृद्धिः प्रथमान्तमेव तत्र आदेशः आगमः नामकरणमिति कार्यं करोति. अनन्तरं एचि सप्तमी अन्तमस्ति, अतः तत्र पूर्वं कार्यमस्ति, कार्यं परमस्ति. अनन्तरं आद् गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायां तत्र ए ओ ऐ औ इत्यस्मात् तत्र पूर्वं पूर्वं गुणम् इति कार्यं करोति, अनन्तरमेव वृद्धिः भवति खलु भगिनि? न न, तादृशं किमपि नास्ति भगिनि. कुत्र पठति भवति तत्र आद्गुणः इति वा? आद्गुणः इत्यनेन अनुवृत्तिः आगच्छति तावदेव, किमपि तादृशं किमपि नास्ति. एकः पूर्वपरयोः एव, तद् तदेव अधिकारसूत्रमस्ति. एकः पूर्वपरयोः संहितायाम् इति अधिकारसूत्रम्. आद्गुणः इति अनुवृत्तिः, तत्र आत् इति अनुवृत्तिः. अनुवृत्तिसहितसूत्रं पठतु भगिनि एकवारम्. आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां तत्र वर्णमेलनेन तत्र वृद्धिः भवति तावदेव तत्र सम्यक्. अकः सवर्णे दीर्घः पठतु. अकः सवर्णदीर्घे दीर्घः एतदपि षष्ठ अध्याये प्रथमपादे एकमधिकम् एकशतिकम् एकशतम् इति सूत्रतमम् अस्ति, सूत्रतमं कार्यं करोति. अक् वर्णः इ ऊरु इति वर्णात् सवर्णे प्रथमम् अहं पठामि. अक् वर्णात् सवर्णे अचिपरे पूर्वपरयोः स्थाने दीर्घसंज्ञकः एकः आदेशः स्यात्. अक् प्रत्याहारः आ इ ऊरु लृ. अकः पञ्चम्यन्तम्, अनन्तरं सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तम्, अनन्तरं त्रिपदमिदं सूत्रम्. युको यनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अकः सवर्णदीर्घे अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायां तत्र अतो गुणे इति वर्णनिमित्तिकं तत्र कार्यमस्ति. द्वयोः स्थाने एकः दीर्घः अस्ति, सवर्णदीर्घसन्धिः अपि तत्र वयं पूर्वमेव दृष्टवन्तः. तत्र अकः सवर्णदीर्घः इति आ इ ऊरु नृ कार्यं तत्र दीर्घं भवति. अकः पञ्चम्य अन्तं तत्र अतः परकार्यं पूर्वं निमित्तमस्ति. सवर्णे इति सप्तम्य अन्तं पूर्वं कार्यं परं निमित्तमस्ति. अतः दीर्घः प्रथमान्तम् इत्युक्ते तत्र प्रथमान्तम् इत्युक्ते तत्र आदेशः आगमः नामकरणम् एतत् सर्वं दीर्घम् इति स्थाने आगच्छति. युको एनचि इत्यस्मात् अचि इत्यस्य अनुवर्ति भवति. अनुवर्ति एकः पूर्वपरयोः वर्णस्य संहितायाम् इत्यनयोः अधिकारः एव तत्र अस्ति. अनुवृत्तिसहितसूत्रम् इत्युक्ते तत्र स्थानं वर्णः किमपि अस्ति चेत् तत्र वर्णमेलनं वर्णयोः मध्ये वन् द्वयोः वर्णयोः मध्ये तत्र सामीप्यम् अस्ति तत्र, अतः तत्र दीर्घः भवति. आम् आं भगिनि, सम्यक्. अत्र अकः सवर्णे दीर्घः वृतिरेचि इति सूत्रद्वयं पदान्ते अपदान्ते अपि कार्यं करोति. अतोगुणे इति सूत्रम् अपदान्तात् एव कार्यं करोति इति मुख्यबिन्दुः. अतः एव तत्र अपवादः इति दत्तमस्ति. अतोगुणे अत्र कार्यं न किमर्थम् इत्युक्ते अपदान्तकार्यम् अतोगुणे तत्र कार्यं न करोति चेत् तस्य अन्यत्र लब्धावकाशः न भवति. अकः सवर्णे दीर्घः वृद्धिरेचि इति सूत्रद्वयं पदान्ते अपदान्ते अपि कार्यं करोति. अतः तस्य बृहत् क्षेत्रमस्ति, कार्यक्षेत्रं बृहत् अस्ति. अतोगुणे इत्यस्य क्षेत्रं तु लघु अस्ति, कार्यक्षेत्रं लघु अस्ति. अतः एव वृद्धिरेचि अकः सवर्णे दीर्घः इत्यस्य इति अनयोः अपवादसूत्रम् अतो गुणे इति. स्पष्टं वा तत्? इदानीं लोट् लकारं प्रति गच्छामः. श्रीवल्ली भगिनी पठति वा? आं भगिनि. लोटि सिद्ध तिङ् प्रत्ययः तु तात् ता अन्तु तात् तं थ आनि आव आम. तत्र एकं शून्यमस्ति, तदपि पठनीयं भगिनि. शून्यम् शून्यं तात् सम्यक्. मध्यमपुरुषे एकवचनं शून्यं तात्. कार्यं पटयोगः तु पठतु, पटयोगः तां पठतां, पटयोगः अन्तु पठन्तु, अतोगुणे इति सूत्रेण पठन्तु इति रूपं भवति. पटयोगः शून्यं पट सकार पटयोगः तं पठतं, पटयोगः ता पठत, पटयोगः आनि पटान्. अकः सवर्णीदीर्घः पटयोगः आव पटाव अकः सवर्णीदीर्घः पटयोगः आम पठाम अकः सवर्णीदीर्घः इति सूत्रम्. तत्र शून्यम् इति यद् अस्ति स्मरति वा भगिनि, तत् कथं शून्यं भवति इति तत् प्रत्ययः? आं भगिनि, सकार स्थाने सिप् मूलप्रत्ययः, मूलप्रत्ययस्थाने हि इति आयाति. अदन्त अङ्गात् हि लोपः भवति. सूत्रं महोदय स्मरति वा? लोटः शेर्ह्य अपि च अतोहे अतः अङ्गात् हे हे लुक् भवति. लुक् भवति. सम्यक्. अतो हे हे इति एव. यत्र वयम् अग्रे यदा पठामः चेदपि पूर्वं गत्वा एकवारं किञ्चित् वयं स्मरणय तदपि आवश्यकं. वयं विस्मरामः एव, भवति एव इति न, अहमपि विस्मरामि, परन्तु यदा अग्रे गच्छामः तत्र पूर्वं किं अभवत् इति एकवारं परिशीलनीयं. पट सम्यक्. अनन्तरं तत्र पटयोगः आनी तत्र यदा भवती उक्तवती अकः सवर्णे दीर्घ, किमर्थं तत्र अतो कुणे कार्यं न करोति? गुणवर्णः नास्ति तावत्. दीर्घ आकारः अस्ति तत् गुणसंज्ञकः न. सम्यक्. अकः सवर्णे दीर्घः इदानीमेव वयं पठितवन्तः, अतः तद् तस्य आवश्यकता नास्ति. अग्रे सरामः वा? स्पष्टं वा भगिनि एतत्? अत्र अतो गुणे एकं कार्यम्, अकः सवर्णे दीर्घः इति द्वितीयकार्यमेव लोट्लकारे. अत्र अपित्वम् अपि आरोपितमस्ति इति अपि मनसि भवेत्. इदानीम् अस्माकं धातुः तु पट अस्ति, अतः तत्र किमपि वैशिष्ट्यं नास्ति. अन्य किमपि धातुः अस्ति यत्र गुणवर्णः अस्ति चेत् तत्र वयं मनसि भवेत् यत् अत्र अपित्वम् आरोपितं फेर्यपि च, अतः तत्र गुणः न भवति. यत्र तु वा आनि वा आनि आवाम तत्र तु पित्वम् आरोपितम् आरुत्तमस्य पिच्च इति सूत्रेण तत्र गुणः भवति. अतो येः इति षष्ठमाध्याये चतुर्थपादे पञ्चाधिकम् एकशतम् इति सूत्रमस्ति, परन्तु तत्र अतो गुणे अनन्तरम् अकः सवर्णदीर्घः एतत् सर्वं प्रथमपादे एव आगच्छति, परन्तु अतो येः इति चतुर्थपादे आगच्छति. तत्र बलाबलम् इति कार्येण तत्र किमर्थं तत्र चतुर्थपादे अतो येः इति वदतु भगिनि. अतो हेः अतः अङ्ग अधिकारे अस्ति. अङ्ग अधिकारः अस्ति चेत् प्रथमम् अङ्गकार्यं भवति. सम्यक्. तावदेव. अतो हेः इति अङ्गकार्यम् अस्ति, तदेव तस्य कार्यमेव प्रथमं भवति किल, अनन्तरमेव अस्माकं एतत् वर्णनिमित्तिककार्यं. अङ्गकार्यमेव बलवत् सर्वदा. वर्णात् अङ्गं बलीयः, वर्णात् अङ्गं बलीयः, अतः अङ्गमेव प्रथमम्. अस्तु, लङ्लकारः पठामः. महोदय, इदानीं लङ्लकारः कथं भवति प्रत्ययोजनेन? लङि सिद्धतिं प्रत्ययः ताम् अन् सा तं ता अं वा मा इति आयोग पट अपट इति अङ्गं लुङ् लङ् लृङ्क्षु अट् उदात्तः षडुदात्तः लुङ् लङ् लङ् लुङ् लङ् लृङ् षडुदात्तः इति लुङ् लङ् षडुदात्तः लङ्क्षु एतेषु अट् आगम अडागमः भवति लङ्लकारे. सर्वत्र भवति इति अहं चिन्तयामि. कार्यम् अस्ति फट् ओके फटयोग त अस्ति अत्र. अत्र अपट् इति भवति अट् अट् इति अङ्गस्य टित् अस्ति, अतः पूर्वं भवति आद्यन्तौ टकिरे इति परिभाषासूत्रेण अग्रे आगच्छति. अतः तत् अपट् अपट इति अपटत् इति इति रूपं सिद्ध्यति. इदानीम् अपट् अपटथ अपट् योगताम् अपटथाम् इति द्विवचने द्विवचने अत्रापि आडागमः अपट् योग अन् अपठन् अत्रापि आडागमः. अतो गुणे इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, अतः अकसवर्णदीर्घ इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. अपवाद अपवादत्वेन ये पररूपादेशः अपठन् इति भवति. इदानीं मध्यमपुरुषस्य प्रथम लुङ् लङ् लुङ् षडुदात्तः इति सूत्रेण अपट योग स अपटः इति ससु ससजुषोः रुः इति आदेशः. अनन्तरं करवासनयोः विसर्जनीय सकारस्य रुः भवति. रुः तत्र रेफ एव सारि करवासनयोः विसर्जनीयः इति इत्यनेन रुः स्थाने विसर्गः इति भवति. अतः अपटः इति अन्तिमरूपम्. इदानीम् अपट् पटयोग तम् अस्ति, तत्रापि लुङ् लङ् लृङ् षडुदात्त इति सूत्रेण अपठ इति अडागमः. अपटतम् अपटतम् इति अन्तिमं रूपम् अस्ति, किमपि वर्णकार्यं नास्ति तत्र. इदानीं बहुवचने अपटयोगत तत्रापि अडागमः अपठ, अनन्तरं वर्णमेलनम् एव अपठत. इदानीम् उत्तमपुरुषस्य एकवचने अपठ योग अम् इति अस्ति, पटयोग अम् तत्र अडो लुङ् लङ् लङ् लुङ् लङ् लृङ् षडुदात्त इति सूत्रेण अडागमः अपठ योग अम्. इदानीम् अकार अकार अस्ति, अकसवर्णे दीर्घः अपदान्तम् अस्ति, अतो गुणे इति सूत्रस्य प्रसक्तिः अपवादसूत्रं तत् कार्यं करोति. अपटम् इति अन्तिमरूपम् अस्ति, पररूपम् एव अकारस्य पररूपमेव अपट अपटम् इति भवति. इदानीं बहु द्विवचने अपटयोग वा अपटयोग वा, अत्रापि अस्तु अतो दीको इति सूत्रस्य प्रसक्तिः नास्ति अपटयोग अम् अस्ति तत्र, किमर्थमिति यै प्रत्यारवर्ण नास्ति, अतः अपटम् एव तत्र किमपि नास्ति, तत्र कार्यं नास्ति, तस्य प्रसक्तिः नास्ति. अपटयोग वा इति अस्ति, तत्र वकार अस्ति, यै प्रत्यारवर्ण अस्ति, अतः दीर्घः भवति अङ्गस्य दीर्घः. पट अडागमः अपठ अपठाव इति तथैव उत्तमपुरुषे बहुवचनमपि अतो दीर्घो यै इत्यस्य सूत्रस्य प्रसक्तिः, अतः अपि च लुङ् लुङ् लङ् लुङ् षडुदात्त इति सूत्रेण अकारस्य आगमः अडागमः अपठ योगम अतो दीर्घो ये इति सूत्रेण पठाम इति अन्तिमं रूपं भवति. भगिनि अत्र लुङ् लङ् लङ्षु अडुदात्त इति अस्ति अकारस्य, तत् नन्तरमेव भवति वा पूर्वं भवितुम् अर्हति किमपि इति इत्युक्ते अत्र किमपि अग्रे आगच्छ अङ्गकार्यं न, अतः पूर्वं कर्तुं शक्यते वा अस्माभिः प्रथममेव अड् आगमः तत्र किमपि वार्तिकमस्ति येन तद् प्रथमम् अडागमः एव भवति, अनन्तरमेव किमपि कार्यमस्ति तद् भवति. पट् यदा पट् योगः अस्माकं विवक्षा लङ् अस्ति चेत् अडागमः एव प्रथमं भवति, तद् अपट् इति भवति, अनन्तरमेव सन्धिकार्यं वा अङ्गकार्यं वा किमपि यत् किमपि कार्यं भवतु प्रथमं लङ् विवक्षायां लङ् लुङ् लृङ् विवक्षायाम् अडागमः एव प्रथमं भवति. तस्मिन् विषये एक अडागमस्य विषये एव एकः पाठः अस्ति अग्रे पूर्णतया. यदा वयं तद् बोनस् इति पठितवन्तः किल गतपाठे वा गतपाठ तादृशम् एकं पाठम् अस्ति, एकः पाठः अस्ति यत्र अडागमः किमर्थं प्रथमम् इति परिशीलन इव रिसर्च् पेपर् इव अस्ति अग्रे आगच्छति. अस्तु, अतः तद् कार्यं प्रथमं तद् भवति. आद्यन्तौ टकितौ अपि कार्यं करोति खलु भगिनि? आद्यन्तौ टकितौ इत्यनेन वयं जानीमः कुत्र आगच्छति. अडागमः इत्येव सूत्रं वदति. कुत्र अडागमः इत्युक्ते आद्यन्तौ टकितौ वदति अङ्गात् प्राक् अडागमः. किमर्थम् इत्युक्ते अट् इति आगमः, टित् अस्ति. टित् इत्युक्ते टित् लोप टकारस्य लोप अस्ति यथा णिच् टकारः इत्यस्य सः टकारः इत्यस्य सः टित् तत् अतः प्रथमम् आगच्छति. तत्र महोदय भवानेव तद् लङ् लुङ् लङ् लुङ् षु अडुदातः इत्यस्य सन्धिविच्छेदं करोतु. अस्तु, लुङ् लङ् लृङ् लृङ् लङ् षु अडुदात्तः इति अस्ति. तत्र लुङ् लङ् तत्र किमपि सन्धि नास्ति. लङ् षु षु लुङ् षु अस्तु, शकार एव अस्ति तत्र. षु षु अडुदात्तः इति अस्ति. तत्र उकार अकार अस्ति, अतः इको सोरि इको एनच् इति सूत्रेण वकार आगच्छति. अडुदात् अट् उदात्तः अट् उदात्तः अडुदात्तः इति अतः अत्र जलं दशन्ति इति तत्र डकारः भवति. अड् अट् उदात्त इति स्वरवर्ण मृदुव्यञ्जनमस्ति. सोरि, एतत् जलं दशन्ति इति कार्यं करोति यत्र पदान्ते अस्ति चेत् टकार हल् वर्णः अस्ति चेत् तस्य अन्यसूत्रम् अट् जलां दशोन्ते अन्ते आगच्छति, परन्तु इदानीं तु अट् उदात्तः अट् योगः उदात्तः अट् इति पदं नास्ति. अस्तु, अतः जलां जशि जलां जश् जशि इति सूत्रस्य जलां जश् जशि वा इति. आम् आम्, जलां जश् जशि जष्ट्वं जष्ट्वं जष्ट्वं भवति. आं, जलां जष् जशि एव भवति. जश् प्रत्यर्थवर्णः अस्ति वा उदात्तः इति तत्र अच्वर्णः अस्ति खलु. आं, भवति एव किल जष्ट्वम् अच्वर्णे परे अपि यदा पूर्ववर्णः जल्वर्णः अस्ति अग्रे जलां जश् जशि वा जशि वा जश् जश् प्रत्यर्थः. आम्, तत्र स्वरवर्णे अपि भवति. स्वरवर्णे भवति, अहं जानामि, परन्तु अहम् एकवारम् अहं विस्मृतवान्. जस्वं भवति अतः डकारः एव. अतः लुङ् लङ् लङ् षूड् षडुदात्त इति सूत्रम् अङ्गस्य धातुरूपी लुङ् लङ् लृङ् च परं चेत् धातुरूपी अङ्गस्य अट् आगमः भवति, स च अडागमः उदात्तः संज्ञकः. आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति. लुङ् च लङ् च लृङ् च एतेषाम् इतरेतरद्वन्द्वसमासः. लुङ् लृङ् लृङ्गः तेषु इति, अतः लुङ् लङ् लुङ् षु इति. लुङ् लङ् लुङ् षु सप्तम्यन्तं परनिमित्तं पूर्वकार्यम् अट् प्रथमान्तम् अट् इति आदेश आगमः. उदात्तः उदात्तः इति अट् उदात्तः प्रथमान्तं त्रिपदमितं सूत्रम् इति अस्ति, तत्र तित् अस्ति अतः पूर्वं भवति अङ्गस्य इत्यस्य अधिकारः अङ्गकार्यं, तत्र अङ्गस्य अङ्ग अस्ति अङ्गस्य प्रथमं आगच्छति आगच्छति अनुवृत्तिसहितसूत्रम् अङ्गस्य अट् उदात्तः लुङ् लङ् लुङ् लङ् लुङ् लुङ् लङ् लुङ्क्षु इति सप्तमी बहुवचनं इतरेतरद्वन्द्वसमासः सम्यक्. अत्र अट् आगमः इति उदात्तः इति वयं दृष्टवन्तः उच्चारणार्थमेव उदात्तसंज्ञक स्वर स्वर धातुविज्ञानम् इति पाठे दृष्टवन्तः स्वरः विषये एव. अत्र अट् इति आगमः अकारः यदवशिष्यते तत्तु स्वरवर्णः, तस्मिन् विषये दत्तमस्ति उदात्तः उदात्तसंज्ञकः इति यदा उच्चारणार्थमेव तत् सम्यक् अस्तु. विजया भगिनि ससजुषोरुः पठति वा? आं भगिनि, ससजुषोरुः पदान्ते तकारः अपि च पदान्ते सजुष् तयोः स्थाने रु आदेशः भवति. सः च सजुष् च ससजुषौ तयोः ससजुषौ ससजुषोः इतरेतरद्वन्द्वः. ससजुषोः षष्ट्यन्तं रुः प्रथमान्तं द्विपदमिदं सूत्रं. ससजुषोर् इति पदे रेपस्य लोपः विसर्गसन्धिः तत्र. रोरि इति सूत्रेण ससजुषो पदस्य इत्यस्य विशेषणं येन विदितं तस्य इत्यनेन तादृशं पदं यस्य अन्ते सकारः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः पदस्य इत्यस्य अधिकारः. अनुवर्तिसहितसूत्रं ससजुषोः पदस्य रुः जलं जषोन्ति इत्यस्य अपवादः तत्र. ससजुषोरुः इति पदान्ते सकारः अस्ति चेत् तत्र लोपः अपि च पदान्त ससजुष् तयोः स्थाने रु एव आदेशः भवति तत्र. रुः इति विसर्गस्य लोपः भूत्वा रु एव अवशिष्यति. अनन्तरं तयोः ससजुषौ तयोः ससजुषोः इतरेतरद्वन्द्वः तत्र द्वन्द्वसमासमस्ति. ससजुषोः षष्ट्यन्तम् इति स्थानी रूपेण कार्यं करोति. रुः प्रथमान्तं तत्र आगमः आदेशः आगच्छति. तत्र द्विपदमिदं सूत्रं ससजुषो रुः इति पदे रेपस्य लोपः भूत्वा तत्र रोरि इति अष्टमाध्यायी भगिनि भगिनी कस्यापि लोपः न भवति भगिनि. कस्य लोपः इति उक्तवती? ससजुषोर् इति पदे रेपस्य लोपः. ओ अस्तु, तद् सूत्रे भगिनि सूत्रे भवति सूत्रे ससजुषोर्ुः इति आगच्छति किल, तत्र रेपरेपः अस्ति इति कृत्वा सूत्रे भवति रेपस्य लोपः. तत्र सूत्रेण यद् रेपः विधीयते तस्य लोपः न भवति. अतः ससजोरुः इति अस्ति, इति नास्ति सूत्रे. तद् रेपः यद् आगच्छति तस्य लोपः भवति. अस्तु, ससजुषोः रुः इति सूत्रमस्ति चेत् तत्र अस्माकं विसर्गसन्धिकार्यं भूत्वा ससजुषोरुः इति आगच्छति. तत्र रोरि इति सूत्रेण रेपः रेपः परे अस्ति चेत् इति रोरि सूत्रं वदति. तत्र प्रथमरेपस्य लोपः भूत्वा ससजुषोरुः इति सूत्रम् आगच्छति. तत्र एव रेपस्य लोपः. आम् पदान्ते एव कार्यं भवति. आम् अष्टम अध्यायस्य सूत्रमस्ति त्रिपादिसूत्रम्. अतः तत्र कार्यं सर्वदा अन्ते एव भवति, पदान्तकार्यमेव. अस्तु, तत्र एतत् सूत्रं तु कस्य अपवादः अस्ति? दत्तमस्ति वा तत्र? न न न न विभक्तौ तु स्मः इति इत्संज्ञासूत्रमस्ति. तत् ओ अत्र दत् न दत्तमस्ति वा? अस्तु, ससजुषोरुः इति जलां जशोन्ते इत्यस्य अपवादः अस्ति. जलां जशोन्ते इति सूत्रेण सकारस्य स्थाने यद् सकारस्य स्थाने कः आगच्छति, जलां जशोन्ते इत्यस्य सकारस्य स्थाने धकारः आगच्छति. सकारस्य स्थाने ध अल्पप्राणधकारः यद् आगच्छति तस्य अपवादः एतत् सूत्रम्. परन्तु भगिनि तत्र सकार खर्व नास्ति खलु? परन्तु अत्र ससजुषोरुः तत्र किमपि कर्वर्णः इति किमपि नास्ति किल, पदान्तसकारः. सकारस्य जलादशवन्ति इति सूत्रेण जलम् ओके अस्तु न दत्तं कथं भवति भगिनि तत्र सकारस्य तद् यदा अस्माकं षकारः अस्ति चेत् षकारस्य जष्त्ववर्णः डकारः, सकारस्य जष्त्ववर्णः दकारः अन्ते अस्ति चेदेव जलां जशोन्ते इति. यदा अन्ते अस्ति चेत् पदस्य अन्ते अपटः इति यदा आगच्छति तत्र अस्य जलां जशोन्ते इत्यस्यापि प्रसक्तिः अस्ति. परन्तु तत्तु अपवादः, तद् बाधितमस्ति ससजुषोरुः इति सूत्रेण, अतः न भवति. सकारस्य सवर्ण दकारः भवति वा? सकारः इति अपि दन्त्यवर्णः किल, दकारः अपि दन्त्यवर्णः, तदेव सावर्ण्यम्. तुल्यास्य प्रयत्नं सावर्ण्यम् इत्येव सूत्रम् इति चिन्तयामि. आम् वा स्थानेन्तरतमः वा तुल्यास्य न भवति स्थानेन्तरतमः प्रायः तत्र कार्यं करोति. स्थानवर्णः किल, यदा वयं ऋकारस्य सदृशवर्णः अर् अ इति स्वीकृतवन्तः किल, अनन्तरम् उरण्ड्रपरः इत्यनेन अर् इति यदा स्वीकृतवन्तः तादृशं सकारस्य जस्त्ववर्णः दकारः. किञ्चित् पठितवन्तः सन्धिवर्गे विस्तृतवान्. अस्तु, तदेव ससजुषोरुः अधिकतया आगच्छति, बहुवारम् आगच्छति. अतः तस्य निमित्तानि मनसि भवेत्. पदान्तसकारः सजुष् विषये इदानीं मास्तु, यदा वयं पठामः तस्मिन् समये वयं परिशीलयामः. पदान्तसकारः तस्य स्थाने रु आदेशः भवति इति एव ससजुषोरुः वदति. सजुष् इति तद् षकारान्तशब्दः इति दत्तमस्ति अत्र. तद् अन्यधातुतः आगच्छति प्रायः. एक एव अस्ति खलु तत्र, एक एव आम् तद् सुबन्तपदनिर्माणसमये आगच्छति. सजुष्योगः सु प्रथम एकवचनस्य प्रत्ययः तत्र तादृशकार्यम् इति सुबन्तपदं न न एतत् सजुष् इति भिन्न भगिनि. सजुष् इति शकारान्तशब्दः जुषि प्रति प्रीतिसेवनयोः अस्मात् धातोः सह जुषते अस्मिन् अर्थे एतद् विधीयते. सकारा सजुष् इति शब्दः विधीयते. अस्तु, अतः सुबन्तप्रकरणे प्रायः पश्यामः सजुष् विषये. अस्तु, इदानीं करवसानयो विसर्जनीयः पठामः. भगिनी भवती एव श्रीवल्ली भगिनी. आम् भगिनि, करवसानयोः विसर्जनीयः अष्टमाध्याये अस्ति. खरि अवसाने च पदान्ते रेफस्य स्थाने विसर्गादेशः भवति. खर्च अवसानञ्च करवसाने तयोः इतरेतरद्वन्द्वः. तयोः करावसानयोः करवसानयोः सप्तम्यन्तं विसर्जनीयः प्रथमान्तम् द्विपदमिदं सूत्रं. रोरि इति अस्मात् रह इति अस्य अनुवृत्तिः. पदस्य इति अस्य अधिकारः. रह पदस्य इति अस्य विशेषणम्. येन येन विधिः तदन्तस्य इत्यनेन तादृशं पदं यस्य अन्ते रेफः अस्ति. अनोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः. तयोः योर्वचि संहितायाम् इत्यस्मात् संहितायाम् इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रं. रः पदस्य विसर्जनीयः करवसानयोः संहितायां. पदान्तकार्यं पदान्तरेफा. रः पदस्य विसर्जनीयः करवसानयोः संहितायां. रेफास्थाने विसर्जनीयं विसर्गः विसर्जनीयं. कर् तु अवसानयोः. अवसान मीन्स् विरामः. करवसानयोः सप्तम्यन्तं. करिपरे करि अवसे रेफस्य स्थाने विसर्गदेशः विसर्ग आदेशः. इदानीं ससजुषो रुः इत्यनेन रु एव आदेशः भवति. इदानीं रेपस्य स्थाने विसर्गः. उकारस्य का गतिः गतिः भगिनि? सम्यक्. उपदेशे अस्ति रु इति अनुनासिक उकारः, अतः तस्य लोपः भवति. अस्तु, अतः तत्र रः पदस्य कस्यां विभक्त्याम् अस्ति? षष्टि स्थाने विसर्जनीयः. विसर्जनीयः प्रथमान्तं करवसानयोः आदेशः भवति. करवसानयोः स्थाने षष्टि द्विवचनं. सप्तमी द्विवचनं परे इति उक्तवती. परे इति सप्तमी द्विवचनं. संहितायां विषये अधिकारः. विषये विषयसप्तमी. पदान्तस्य रेपस्य कर्तृत्याहारे परे यदा कर्तृत्याहारे परे वा अवसान अवस्थायां वा विसर्गः रेपस्य स्थाने आगच्छति. भगिनी, यत्र यत्र ससो जुषो रुः कार्यं करोति तत्र तत्र एतत् कर अवसानयो विसर्जनीयस्य अपि कार्यं करोति खलु? आगच्छति अधिकतया आगच्छति. यत्र अपवादः नास्ति चेत्, प्रायः यत्र अपवादः अस्ति वा अन्यत् किमपि कार्यम् आगच्छति चेत् तस्य बाधा भवति. किमर्थम् इत्युक्ते तत्रापि निमित्तानि सन्ति किल. करी अवसाने च इति तादृशं करीपरे नास्ति वा अवसान अवस्थायां नास्ति वा इति चेत् तत्र कार्यं बाधितं भवति. अत्र यत्र बाधा नास्ति युगपत् आगच्छति, बाधा अस्ति चेत् तद् कार्यं न भवति. सर्वत्र तादृश एव स्थितिः, सूत्राणां सर्वत्र तादृशमेव स्थितिः. सूत्रद्वयं सामान्यतया आगच्छति, परन्तु यत्र बाधा भवति तत्र कार्यं न भवति. अस्तु महोदय, विधिलिङ्ग् लकारः तत्र अपि रोरि कार्यं करोति खलु भगिनि? न न न न, रोरि इति अनुवृत्तिः एव भवति भगिनि. यत्र अनुवृत्तिः इति उक्ते तस्मात् सूत्रात् एकः शब्दः आगच्छति, एकः पदं वा शब्दः सूत्रे आगच्छति तावदेव. यदा वयम् अनुवृत्तिसहितसूत्रम् इति पठामः तत्र रः इति अस्ति, परन्तु सूत्रे यदा पश्यति चेत् करवसानयो विसर्जनीयः इत्येव अस्ति. तत्र रः कुतः आगच्छति इत्युक्ते रोरि इति सूत्रेण रः आगच्छति, तावदेव तस्य कार्यं. यत्र अनुवृत्तिः अस्ति तत्सूत्रस्य एकं पदम् आगच्छति, एकं पदं वा शब्दं वा अग्रे आगच्छति, तावदेव तस्य कार्यम् इति किमपि नास्ति. अपि च अत्र रि इति अस्ति, तत् कर् नास्ति, हश् अस्ति, अतः तस्य प्रसक्तिः नास्ति. रि अग्रे खरि खरि एव भवति तत्र विसर्गः. रि इति तत्र रकार अस्ति रेप, तत्तु मृदु अश्वर्ण अस्ति, अश्वर्णस्य अस्तु महोदय. विधिलिङ्ग् पठतु. विधिलिङ्ग् लकार, विधिलिङ्गि सिद्धतिङ् प्रत्याः, इत इतां इयुः, इह इतम् इयम् इव इमा. अत्र आद्गुणः इति आद्गुणः इति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति, युगमस्ति अतः कार्यमस्ति. पठ योग इत् अस्ति, अकारैकारः अकारैकारयो एकः एकः गुणादेश आद्गुणः इति सूत्रेण पठेत् इति भवति. पठ इतां तत्रापि अकारैकार एकः पूर्वपरयोः एकः गुण पठेताम्. पठयोग इषु पठेयुः तथापि तत्रापि पठयोग इह इति मध्यमपुरुष एकवचन पठेयुः द्विवचने सारी पटेः पठयोग इहि इह पटेः इति एकवचने मध्यमपुरुष द्विवचने पठेताम् इतम् इति पठयोग इतम् बहुवचने पठयोग इत पठेत इति उत्तमपुरुषे एकवचने पठयोग इयं पठेयम् अत्रापि अकारैकार पठयोग इव द्विवचने उत्तमपुरुषे पठेव पठेयम इति अन्तिमं पठेयम इति बहुवचने सूत्रमपि पठतु महोदय. अस्तु, आद्गुणः इति अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचिपरे इत्यस्य इकिपरे इति फलितः अर्थः, यतः अकारात् अकारः चेत् कार्यं बाधितम् अकसवर्णे दीर्घः इत्यनेन, अकारात् चेत् अकारात् ए चेत् कार्यं बाधितम् इत्यनेन सूत्रेण च. आत् प्रथमन्तं गुणः प्रथमन्तम् आत् सोरि आत् पञ्चमन्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम्. इको एनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् अस्ति. अत्र आत् अचि इति अस्ति तत्र फलितार्था इकिपरे अचिपरे इति न भवति यद्यपि अचिपरे अस्ति इकिपरे एव अस्य सूक्तस्य प्रसक्तिः भवति किमर्थमिति चेत् तस्य अपवादः अस्ति अकसवर्णे दीर्घः यत् यत्र अकारात् अकार सवर्णे सवर्णे चेत् अकसवर्णे दीर्घः इति भवति अपि च अकारात् एच् एच् चेत् कार्यं बाधितं वृद्धिरेच् इति सूत्रेण अतः इक् अकारात् इक् प्रत्याहारस्थवर्णः चेत् गुणः भवति इति सूत्रमस्ति गुणसन्देहसूत्रम् गुणसन्धिसूत्रम् अत्र आत्गुणः इति अतो गुणे कार्यं करोति वा अतोगुणे इति कार्यं न करोति किमर्थमिति चेत् इकि इकि परे अस्ति यद्यपि अचि परे अस्ति परन्तु इकि परे अस्ति अत्र अतोगुणे वृत्तिसन्देहे अपवादः भवति अतो गुणे अत्र गुणसंज्ञकवर्णः अस्ति वा ईकारः नास्ति किम् आ ए ओ एव अतः तत्र एच् प्रत्यावर्णः अस्ति तत् सम्यक् इकि परे अवर्णात् इकि परे गुणसंज्ञकः एकादेशः भवति इत्येव तत्र अपदान्ते एव आद्गुणः अपि अपदान्तकार्यमेव अवर्णात् इत्युक्ते अकारस्य अष्टादश अपि ग्रहणं भवति अत्र अस्तु तत्र तपरकरणं नास्ति आप् इति दत्तमस्ति अतः तत्र वयं दृष्टवन्तः किल पूर्वं यत्र अकारः इत्युक्ते अष्टादश अकारस्य अपि ग्रहणम् इति तादृशमेव अत्रापि आत् गुणः इकि परे इति अस्तु अस्तु अतः अद्य वयं परस्मैपदिदात धातूनां कृते यदा सिद्धतिङ्प्रत्ययाः योजनं तत्र किं भवति इति दृष्टवन्तः लटि लोटि लङि विधिलिङ्गि लटि तु अतोगुणे अतो दीर्घो ययि सूत्रद्वयस्य एव कार्यं लोट् तु अतोगुणे अनन्तरम् अकः सवर्णे दीर्घः इत्यस्य कार्यं लङि लुङ् लङ् लुङ् शुष्वडुदातः इति सूत्रेण अडागमः सर्वत्र भवति सर्वत्र इत्युक्ते त्रिषु लिङ्गेषु भवति क्षम्यतां त्रिषु पुरुषेषु भवति अनन्तरम् अतोगुणे ससजुषोरुः अतो दीर्घो ययि सूत्रत्रयस्य प्रसक्तिः अनन्तरं विधिलिङ्गि तु आद्गुणः एव एकः एव सूत्रं तत्र कार्यं करोति आद्गुणः तत्र त्रिषु पुरुषेषु वचनेषु अपि तस्य कार्यं भवति इत्येव परस्मैपदी समाप्तम् अग्रिमसप्ताहे आत्मनेपदी पश्यामः अनन्तरं भुवादिगणे अपि वयं प्रायः अग्रिमसप्ताहे एव तस्य आरम्भं कुर्मः भुवादिगणे यदा पठामः तस्मिन् समये तद् धातुपाठः इति अन्यपुस्तकमपि अस्ति किल सूत्रपाठः धातुपाठः इति तदपि कृपया आनयतु तदपि तस्मात् अपि किञ्चित् पठामः अस्तु धन्यवादः धन्यवादः नमस्कारः भगिनी धन्यवादः नमस्ते